पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायम् 85 वेन उवाच भगवन् देवदेवेश प्रसादाच्च मम त्वया भार्यातीर्थं समाख्यातं पितृतीर्थमनुत्तमं मातृतीर्थं हृषीकेश बहुपुण्यप्रदायकं प्रसादसुमुखो भूत्वा गुरुतीर्थं वदस्व मे श्रीभगवानुवाच कथयिष्याम्यहं राजन् गुरुतीर्थमनुत्तमं सर्वपापहरं प्रोक्तं शिष्याणां गतिदायकं शिष्याणां परमं पुण्यं धर्मरूपं सनातनं परं तीर्थं परं ज्ञानं प्रत्यक्षफलदायकम् यस्य प्रसादाद्राजेन्द्र इहैव फलमश्नुते परलोके सुखं भुङ्क्ते यशकीर्तिमवाप्नुयात् प्रसादाद्यस्य राजेन्द्र गुरोश्चैव महात्मनः प्रत्यक्षं दृश्यते शिष्यैस्त्रैलोक्यं सचराचरम् व्यवहारं च लोकानामाचारं नृपनन्दन विज्ञानं विन्ददे शिष्यो मोक्षं चैव प्रयाति च सर्वेषामेव लोकानां यथा सूर्यप्रकाशकः गुरुः प्रकाशकस्तद्वच्छिष्याणां गतिरुत्तमा रात्रावेव प्रकाशे च सोमो राजा नृपोत्तम तेजसा साधयेत् सर्वमधिकारं चराचरं गृहे प्रकाशयेद्दीपसमूहं नृपसत्तम तेजसा नाशयेत् सर्वमन्धकारखनाविलम् अज्ञानतमसा व्याप्तं शिष्यं द्योदयते गुरुः शिष्यप्रकाश उद्योदैरुपदेशैर्महामदे दिवा प्रकाशकः सूर्यशशिरात्रौ प्रकाशकः गृहप्रकाशको दीपस्तमो नाशकरः सदा रात्रौ दिवा गृहस्यान्ते गुरुशिष्यं सदैव हि अज्ञानाख्यं तमस्तस्य गुरुः सर्वं प्रणाशयेद् तस्माद्गुरुः परं तीर्थं शिष्याणामवनीपदे एवं ज्ञात्वा तदशिष्य सर्वदा तं प्रपूजयेद् गुरुं पुण्यमयं ज्ञात्वा त्रिविधेनापि कर्मणा इत्यर्थे श्रूयते विप्र इतिहासः पुरातनः सर्वपापहरप्रोक्तश्च्यवनस्य महात्मनः भार्गवस्य कुले जातश्च्यवनो मुनिसत्तमः तस्य चिन्ता समुत्पन्ना एकदादु नृपोत्तम कदाहं ज्ञानसम्पन्नो भविष्यामि महीतले दिवारात्रौ प्रचिन्ते स ज्ञानार्थी मुनिसत्तमः एवन्तु चिन्तमानस्य मदिरासीन्महात्मनः तीर्थयात्रां प्रयास्यामि अभीष्टफलदायिनीम् गृहक्षेत्रादिसं त्यज्य भार्यां पुत्रं धनं तदः तीर्थयात्राप्रसङ्गेन अटदे मेदिनीं तदा लोमानुलोमयात्रां स गङ्गाया कृतवान् नृप सदद्वन्नर्मदायाश्च सरस्वत्या मुनीश्वरः गोदावर्यादि सर्वासां नदीनां सागरस्य च अन्येषां सर्वतीर्थानां क्षेत्राणां च नृपोत्तम देवानां पुण्यलिङ्गानां यात्रा व्याजेन सोभ्रमद भ्रममाणस्य तस्यापि तीर्थेषु परमेषु च भ्रममाणसमायादः क्षेत्राणामुत्तमं तदा कायश्च निर्मलो जातसूर्य तेजस्समप्रभः श्यवनकाशदे दीप्त्या भूदात्मानेन कर्मणा नर्मदा दक्षिणे कूले नाम्ना अमरकण्टकं ददर्श सुमहालिङ्गं सर्वेषां गदिदायकं नत्वा स्तुत्वादु सम्पूज्य सिद्धनाथं महेश्वरं ज्वालेश्वरं ततो दृष्ट्वा दृष्ट्वा चाप्यमरेश्वरम् ब्रह्मेशं कपिलेशं च मार्कण्डेश्वरमुत्तमम् एवं यात्रां ततः कृत्वा ओङ्कारं समुपागतः वडच्छायां समाश्रित्य शीतलां श्रमनाशिनीं सुखेन संस्थितो विप्रस्त्यवनो भृगुनन्दनः तत्र स्वनं सशुश्राव समुक्तं पक्षिणा तदा दिव्यभाषा समायुक्तं ज्ञानविज्ञानसंयुतं शुकश्च एकस्तत्रास्ते बहुकालप्रजीवकः कुञ्जलोन्नाम धर्मात्मा चतुःपुत्रसभाजकः आसंस्तस्य हि पुत्राश्च चत्वार पितृनन्दनाः तेषां नामानि राजेन्द्र कथयिष्ये तवाग्रदः ज्येष्ठस्तु उज्ज्वला नाम द्वितीयस्तु समुज्ज्वलः तृतीयो विज्ज्वलो नाम चतुर्थश्च कपिञ्जलः एवं पुत्रास्तु चत्वार कुञ्जलस्य महामदे शुकस्य तस्य पुण्यस्य पितृमातृपरायणाः भ्रमन्ति गिरिकुञ्जेषु द्वीपेषु च समाहिताः भोजनार्थं तु संक्षुब्धाः क्षुधया परिपीडिताः स्वोदरस्थां क्षुधां सौम्यफलैरमृतसन्निधैः अमृतस्वादुतो येन शमयन्ति नृपोत्तम फलं पक्वं रसालं तु आहारार्थं सुपुत्रकाः दत्त्वा फलानि दम्पत्योर्निक्षिपन्ति प्रयत्नदः माधुरर्थे महाभागा भक्तिभावसमन्विताः तुष्टा आहारमुत्पाद्य भक्षयन्ति पठन्ति च तत्र क्रीडारता सर्वे विलसन्ति रमन्ति च सन्ध्याकालं समाज्ञाय पितुरन्तिकमुत्तमम् आयान्ति भक्ष्यमादाय गुर्वर्धं तु प्रयत्नदः पश्यतस्तस्य विप्रस्य च्यवनस्य महात्मनः आगतास्त्वण्डजा सर्वे पितुर्नीडं सुशोभनं पितरं मातरं चोभौ प्रणेमुस्ते महामदे ताभ्यां भक्ष्यं समासाद्य उपतत्तुस्तयोः पुरः सर्वे सम्भाषिता पित्रा मानितास्ते सुदोत्तमाः मात्रा च कृपया राजन्वचनैः प्रीतिसम्मितैः पक्षवादेन शीतेन मातापित्रोश्च ते तदा तेषामाप्ययनं तौ द्वौ चक्रादे पक्षिणौ नृप आशीर्भिरभिनन्द्यैव द्वाभ्यामपि सुपुत्रकान् तैश्च दत्तं सुसम्पुष्टमाहारममृतोपमं तावेव हि सुसम्प्रीतिं चक्रादे द्विजसत्तम पिबदो निर्मलं तोयं तीर्थकोटिसमुद्भवं स्वस्थानं तु समाश्रित्य सुखसन्धुष्टमानसौ चक्रादे च कथां दिव्यां सुपुण्यां पापनाशिनीं विष्णुरुवाच पित्रादु कुञ्जलेनापि पृष्ठ उज्ज्वल आत्मजः क्व गतोऽस्यद्य पुत्रत्वं किमपूर्वं त्वया पुनः तत्र दृष्टं श्रुतं पुण्यं तन्मे कथय नन्दन कुञ्जलस्य पितुर्वाक्यं समाकर्ण्य स उज्ज्वलः पितरं प्रत्युवाचाध भक्त्या नमितकन्धरः प्रणाममकरोन्मूर्ध्ना कथां चक्रे मनोहराम् उज्ज्वल उवाच प्रक्षद्वीपं महाभाग नित्यमेव व्रजाम्यहं महदा उद्यमेनापि आहारार्थं महामदे प्रक्षेद्वीपे महाराज सन्धिदेश अनेकशः पर्वदा सरिदुद्यान वनानि च सरांसि च ग्रामाश्च पत्तनाश्चान्ये सुप्रजाभिप्रमोदिताः सदा सुखेन सन्तुष्टा लोका हृष्टा वसन्ति ते दानपुण्यजपोपेदाश्रद्धा भावसमन्विताः प्लक्षद्वीपे महाराज आसीत् पुण्यमधिः सदा दिवो दासस्तु धर्मात्मा तत्सुतासीदनूपमा गुणरूपसमायुक्ता सुशीला चारुमङ्गला दिव्या देवी दिविख्यादा रूपेणा प्रतिमा भुवि पित्रा विलोकिता साधु रूपतारुण्यमङ्गला प्रथमे वयसि सा च वर्तते चारुमङ्गला स तां दृष्ट्वा दिवो दासो दिव्यां देवीं सुधां तदा कस्मै प्रदीयते कन्या सुवराय महात्मने इति चिन्तापरो भूत्वा समालोक्य नरोत्तमः रूपदेशस्य राजानं समालोक्य महीपतिः चित्रसेनं महात्मानं समाहूय नरोत्तमः कन्यां ददौ महात्मासौ चित्रसेनाय धीमते तस्या विवाहकाले तु सम्प्राप्ते समये नृप मृतोऽसौ चित्रसेनस्तु कालधर्मेण वै किल दिवो दासस्तु धर्मात्मा चिन्तयामास भूपतिः सुब्राह्मणान् समाहूय पप्रच्छ्र नृपनन्दनम् अस्या विवाहकाले तु चित्रसेनो दिवं गतः अस्यास्तु कीदृशं कर्म भविष्यति वदन्तु मे ब्राह्मणा ऊजुः विवाहो दृश्यते राजन् कन्यायास्तु विधानदः पतिर्मृत्युं प्रयात्यस्य नो चेत्सङ्गं करोति च महाधिव्याधिनाग्रस्तत्यागं कृत्वा प्रयाति च प्रव्राजितो भवेद्राजन् धर्मशास्त्रेषु दृश्यते अनुद्वाहिताया कन्याया उद्वाह क्रियते बुधैः न स्याद्रजस्वला यावदन्यपदिर्विधीयते विवाहं तु विधानेन पिता कुर्यान्न संशयः एवं राजन् समादिष्टं धर्मशास्त्रं बुधैर्जनैः विवाहक्रियतामस्या इत्युचुस्ते द्विजोत्तमाः दिवो दासस्तु धर्मात्मा द्विजवाक्यप्रणोदितः विवाहार्थं महाराज उद्यमं कृतवान् नृप पुनर्दत्तादुदानेन दिव्या देवी द्विजोत्तम रूपसेनाय पुण्याय तस्मै राज्ञे महात्मने मृत्युधर्मं गतो राजा विवाहेदु महीपतिः। यदा यदा महाभाग दिव्या देव्याश्च भूपतिः भर्ता चम्रियते काले प्राप्ते लग्नस्य सर्वदा। एकविंशतिभर्तारः काले काले मृदाः पितः ततो राजा महादुःखी संजाधख्यादविक्रमः। समालोच्य समाहूय समामन्त्र्य समन्त्रिभिः स्वयंवरे महाबुद्धिं चकार पृथिवीपतिः। प्लक्षद्वीपस्य राजान समाहूता महात्मना स्वयंवरार्थमाहूतास्तथा ते धर्मतत्पराः। तस्यास्तु रूपसम्मुग्धा राजानो मृत्युनोदिताः। सङ्ग्रामं चक्रिरे मूढास्ते मृधा समराङ्गणे। एवं तादक्षयो जातः क्षत्रियाणां महात्मनां दिव्या देवी सुदुःखार्था गदा सा वनकन्दरं रुरोदकरुणं बाला दिव्या देवी मनस्विनी। एवं तादमया दृष्टमपूर्वं तत्र वै तदा तन्मे सुविस्तरं ताद तस्या कथय कारणम्। इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थे च्यवनोपाख्याने पञ्चाशीतितमोऽध्यायः। ॐ